अस्तु, तर्हि अस्माकं नूतननायवर्गे सर्वेषां स्वागतम्। इदानीम् अस्माकं विषयः अस्ति गुरुत्वम् इति। तत्र गुरुत्वस्य लक्षणवाक्यमासीत् आद्यपतनासमवायीकारणं गुरुत्वम् इति वयं दृष्टवन्तः गतसप्ताहे। तत्र यदा गुरुत्वस्य प्रसङ्गे वयं दृष्टवन्तः, तत्र क्रिया इत्युक्ते तत्र गुरुत्वं विभागः संयोगः इति अपि किञ्चित् आसीत् खलु, पतननानात्वकथनम् इत्यत्र प्रथमं क्रिया भवति, तदनन्तरं तेन विभागः, अनन्तरम् उत्तरदेशसंयोगना क्षम्यतां संयोगनाशः, अनन्तरं तत्र नूतनसंयोगः, इदानीं पतननाशः इति। पतनम् इति क्रिया प्रथमं जायते, तदनन्तरं तस्य नाशः अपि भवति इति। यदा तत् सः भागः वयं पठितवन्तः पूर्वं महोदयस्य कक्षायां, तत्र उत्तरदेशसंयोगं प्रति विभागः कथं कारणं भवति, इत्युक्ते क्रिया एव कारणम् इति पूर्वम् उक्तवन्तः, विभागः अपि कारणं वा कथम् इति किञ्चित् कश्चन प्रश्नः आगतः। तर्हि तदर्थं महोदयेन एतत् करपत्रं रचितवान् महोदयः रचितवान् आसीत्। तर्हि तत् प्रथमं पठित्वा तदनन्तरं वयं पुस्तकात् पुनरावर्तनं कुर्मः। तर्हि प्रथमम् उत्तरदेशसंयोगं प्रति विभागः कारणं वा इति करपत्रं प्रथमं भवतु। तर्हि शुकोन महोदय, भवान् एव आरम्भं करोति वा? आम् पठामि भगिनि। उत्तरदेशसंयोगं प्रति विभागः कारणं वा, प्रश्नः। उत्तरदेशसंयोगं प्रति विभागः कारणं वा? उत्तरं, सामान्यक्रमः अयं। पूर्वदेशसंयोगः यथा वृक्षफलयोः आद्यपतनक्रिया, विभागः पूर्वसंयोगनाशः, उत्तरदेशसंयोगः प्रथमक्रियानाशः, द्वितीयपतनक्रियोत्पत्तिः। विभागः पूर्वसंयोगनाशं जनयति, तदा उत्तरदेशसंयोगो भवति। अत्र विभागः एकं संयोगं नाशयति, अपरं संयोगम् उत्पादयति। एतत् अवश्यं भवितुम् अर्हति। विभागलक्षणविरोधी विचारो नास्ति। विभागः संयोगस्य नाशकः अपि जनकः अपि भवितुम् अर्हति। यतोहि यं संयोगं नाशयति तमेव संयोगं जनयति इति नास्ति। यं संयोगं नाशयति यः संयोगः भिन्नः, यं संयोगं जनयति सः संयोगः भिन्नः। अतः विभागे संयोगनाशकत्वं संयोगजनकत्वं च उभयविरुद्धं च उभयम् अविरुद्धं। यथा वक्ष्यमाणे शब्दे शब्दजनकत्वं शब्दनाशकत्वं च, यस्य जनकत्वं तस्यैव नाशकत्वम् इति नोच्यते। क्रियायामपि पूर्वसंयोगनाशकत्वम् उत्तरसंयोगजनकत्वं च उभयं वर्तते। लक्षणं तु संयोग असमवायीकारणत्वम् इति। हा, इदानीम् उत्तरदेशसंयोगं प्रति विभागः कारणं वा इति चिन्तनमस्ति। अत्र पञ्चक्षण प्रक्रिया तदेव अस्ति। पूर्वदेशसंयोगः तत्र सामान्य क्रमः एतादृशं भवति। वृक्षफलयोः मध्ये पूर्वदेशसंयोगः अस्ति इत्यस्मात् आरभ्य प्रथमं किं भवति इत्युक्ते आद्यपतनक्रिया भवति प्रथमक्षणे। तदनन्तरं द्वितीयक्षणे विभागः इति गुणः जायते क्रियया। तृतीयक्षणे विभागेन पूर्वसंयोगनाशः भवति। तदनन्तरं चतुर्थक्षणे उत्तरदेशसंयोगः जायते। तदनन्तरं प्रथमक्रिया पञ्चमक्षणे क्रियायाः नाशः भवति। तदनन्तरं षष्ठक्षणे द्वितीयपतनक्रियोत्पत्तिः भवति इति सामान्यक्रमं वयं सर्वे जानन्ति एव. इदानीं विभागः तु पूर्वसंयोगनाशं जनयति इति वयं सर्वे जानीमः एव. तदेव तस्य संयोगनाशको गुणः विभागः इति लक्षितमस्ति विभागस्य इति कृत्वा पूर्वसंयोगस्य नाशः निश्चयेन विभागः विभागाख्यगुणः क्रियते इत्यस्मिन् सन्देहः नास्ति. किन्तु उत्तरदेशसंयोगं प्रति तस्य कारणत्वम् अस्ति वा इति प्रश्ने सति. यद्यपि विभागः गुणः उत्तरदेशसंयोगं यदा उत्पद्यते तस्मात् पूर्वमस्ति कार्यादिकरणे अस्ति इति सर्वम् अस्ति इति कृत्वा तत्र कारणत्वं वक्तुं शक्यते. किन्तु अन्यथा सिद्धा वा विभागः उत्तरदेश विभागस्य उत्तरदेशसंयोगं प्रति कारणत्वं वक्तव्यं वा इति चिन्तनं. किमर्थम् एतादृशचिन्तनमस्ति इति चेत् तत्र पूर्वदेशसंयोगनाशस्य कारणमपि विभागः भवति, उत्तरदेशसंयोगस्य जनकः अपि विभागः भवति इति स्वीकुर्मश्चेत् तत्र संयोगस्य नाशं प्रति संयोगस्य उत्पत्तिप्रति द्वयोः प्रति विभागस्य कारणम् अस्ति इति स्वीकुर्मश्चेत् तत्र विरोधः अस्ति इव भासते. अतः एव प्रश्नः उदेति. अत्र विभागः एकं संयोगं नाशयति, अपरं संयोगम् उत्पादयति, एतत् अवश्यं भवितुम् अर्हति, तत्र विरोधः नास्ति. किमर्थम् इत्युक्ते यद्यपि विभागाख्यगुणः संयोगस्य नाशकः, किन्तु यत् संयोगं नाशयति तदेव संयोगं जनयति इति न. पूर्वदेशसंयोगस्य नाशकः भवति, तदेव विभागः उत्तरदेशसंयोगं संयोगस्य जनकः अपि भवति इति कृत्वा तत्र दैशिकभेदः अस्ति संयोगयोः मध्ये. यस्य संयोगस्य नाशः भवति अपि च यस्य संयोगस्य जनक जन्यं भवति तयोः मध्ये दैशिक विशेषभेदः अस्ति इति कृत्वा यस्य नाशं यस्य संयोगस्य नाशं विभागः करोति तस्य एव उत्पादनम् अपि अस्ति, सः करोति इति तु न. इति कृत्वा द्वयस्यापि तत् कारणं भवितुम् अर्हति, पूर्वदेशसंयोगस्य नाशः अपि तु उत्तरदेशसंयोगस्य जनकः, द्वयमपि नाशकः जनकः इति द्वयमपि विभागः भवितुम् अर्हति इति. यथा वक्ष्यमाणे शब्दे शब्दजनकत्वं शब्दनाशकत्वं च इति अत्र अन्यत् उदाहरणम् अस्य प्रतिपादनार्थं दत्तमस्ति. यद् इदानीं यत् मया उच्चार्यमाणशब्दः, तत् शब्दः पूर्वशब्दस्य नाशमपि जनयति इति वा, शब्दजनकत्वं शब्दनाशकत्वं च इति इदानीं स्वीकुर्मः महोदय, अग्रे शब्दस्य अस्तु इति अत्र भिन्नदृष्टान्तरूपेण दत्तमस्ति. यत् शब्दः मया इदानीम् उच्चार्यमाणः अस्ति तत् शब्द जनकः अपि च शब्दस्य नाशकः. किन्तु तस्यैव यत् शब्दस्य जनकः अस्ति तस्यैव शब्दस्य नाशकः अपि इति न उच्यते. क्रियायामपि पूर्वसंयोगनाशकत्वम् उत्तरसंयोगजनकत्वं च उभयं वर्तते इति पुनः द्वितीयदृष्टान्तः. अत्र क्रिया आद्यक्षणे जायते, तदपि पूर्वसंयोगनाशकं पूर्वसंयोगनाशं प्रति कारणं भवति, उत्तरसंयोग जनकं प्रति अपि कारणं भवति न वर्तते इति अस्ति, कारणं वा न वा प्रायः अग्रे चर्चा भवति, किन्तु क्रिया वर्तते एव। यदा पूर्वसंयोगनाशः यस्मिन् क्षणे पूर्वसंयोगनाशः भवति तस्मिन् क्षणे क्रिया वर्तते, यस्मिन् क्षणे उत्तरदेशसंयोगः जायते तस्मिन् क्षणे अपि क्रिया वर्तते इति अस्ति। लक्षणं तु संयोग असमवायीकारणत्वम् इति तत्र विभागस्य न विभागस्य वा क्रियायाः क्रियायाः लक्षणं भवति संयोग असमवायीकारणत्वम्। असमवायीकारणत्वम् इति वयं जानीमः एव, समवायेन स्थित्वा कार्यादिकरणे समवायेन स्थित्वा समवायेन कार्यं जनयति इति कृत्वा क्रिया कार्यादिकरणे समवायेन स्थित्वा समवायेन पूर्वदेश संयोग इति गुणस्य जनकः भवति इति कृत्वा संयोग असमवायीकारणं कारणत्वं क्रियायाम् अस्ति इति वयं जानीमः। अग्रे विद्याशङ्करमहोदय भवान् पठति वा? आं भगिनि, उत्तरदेशसंयोगं प्रति विभागः एव अन्यथा सिद्धः यदि भवेत् तर्हि विभागजनकस्य कर्मणः कथं कारणत्वं प्रतिपादयितुं शक्येत? अतः उत्तरदेशसंयोगं प्रति विभागः कारणं भवति एव। उत्तरदेशसंयोगं प्रति विभागः कारणं नास्ति किन्तु अन्यथा सिद्धः भवति इति चिन्तयामः चेत्, अन्यथा सिद्धः इत्युक्ते साक्षात् कारणं नास्ति, यथा कुलालस्य पिता घटं प्रति साक्षात् तस्य किमपि कारणत्वं नास्ति, किन्तु कुलालं प्रति सः कारणः तथा घटं प्रति सः अन्यथा सिद्धः इति उदाहरणम् स्वीकृत्य पश्यामः चेत् उत्तरदेशसंयोगं प्रति विभागः अन्यथा सिद्धः भवति चेत् विभागजनकस्य कर्मणः कथं कारणत्वं प्रतिपादयितुं शक्येत? विभागजनकः क्रिया तस्य अपि च कर्मणः कर्म एव विभागजनकः क्रिया तस्य कथं कारणत्वं प्रतिपादयितुं शक्येत? इत्युक्ते विभागः क्रिया प्रथमं जायते, तदनन्तरं विभागः, तदनन्तरं संयोगः भवति खलु, तर्हि विभागः अपि क्रियया एव भवति। क्रिया इति कारणम् अस्ति चेत् तेन यः विभागः जातः सः अपि संयोगस्य कारणं भवति एव इति। अग्रे इतोपि प्रायः स्पष्टता भवति महोदय, पठतु कथं काव्य। अतः उत्तरदेशसंयोगं प्रति विभागः कारणं भवति एव इति, विभागः उत्तरदेशं प्रति कारणं भवति एव इति उक्तम् अत्र। अग्रे क्षम्यतां भगिनि, तत्र कथं कारणत्वं प्रतिपादयितुं शक्येत इत्यस्मिन् प्रसङ्गे प्रश्नः अस्ति, प्रायः उत्तरम् अग्रे भवति चेत् इदानीं चर्चा, किन्तु प्रश्नम् अहं करोमि तत्र अस्माकं कारण यस्य कस्यापि कारणत्वं वक्तव्यं चेत् कार्यादिकरणे भवेत्, सर्वदा भवेत्, पूर्वक्षणे भवेत् इति अस्ति, तत्र त्रयमपि क्रियायाः अस्ति। उत्तरदेशसंयोगः यदा चतुर्थक्षणे जायते तस्मिन् क्षणे क्रिया अस्ति, कार्यादिकरणे अस्ति, सर्वदा अस्ति, अपि च पूर्वक्षणे अस्ति इति कृत्वा तत्र कारणत्वं प्रतिपादयितुं शक्यते एव, कथं कारणत्वं प्रतिपादयितुं न शक्यते इति प्रश्नः। यतोहि तस्मात् प्राक् विभागः अपि अस्ति खलु, तदेव कारणेन क्रिया इति प्रतिपादयितुं शक्येत, तेनैव कारणेन विभागस्य अपि कारणत्वं सिद्ध्यते एव। तर्हि विभागस्य कारणत्वं न अङ्गीकृतं चेत् क्रियायाः अपि तेनैव मार्गेण तस्यापि अङ्गीकारः न भवतु इति आपतति। इत्युक्ते यथा यथा भवान् उक्तवान् तद्वत् विभागः अपि पूर्वक्षणे अस्ति, विभागः अपि कार्याधिकरणे अस्ति इति कृत्वा विभागस्य तिरस्कारः कृतः चेत् यया युक्त्या विभागस्य तिरस्कारः भवति तया एव युक्त्या क्रियायाः अपि तिरस्कारः भवितुम् अर्हति, यतोहि प्रथमं क्रिया तदनन्तरं विभागः तदनन्तरं संयोगः इति क्रमः अस्ति खलु। तर्हि मध्ये यः विभागः अस्ति तस्य तिरस्कारः भवति चेत् पूर्वं यत् क्रिया अस्ति तस्यापि तिरस्कारः भवेत् इति समस्या आगच्छति। तादृशं नियमः नास्ति किल? अस्तु अस्तु, अग्रे पठेम। तदनन्तरम् एतत् सर्वं पूर्वमपि महोदयस्यकक्षायां चर्चितम् आसीत् वस्तुतः अस्माकं, तर्हि इदानीं किञ्चित् पुनस्मरणत्वेन एव कुर्मः। तर्हि अग्रे पठेम, तदनन्तरं प्रश्नः अस्ति चेत् प्रायः। अस्तु भगिनि, प्रश्नः अस्ति अग्रे। क्रिया विभागं जनयति, विभागः पूर्वदेशसंयोगं जनयति, पूर्वदेशसंयोगनाशं जनयति, पूर्वदेशसंयोगनाशः अपि च क्रिया उत्तरदेशसंयोगं जनयति, अतः विभागः परम्परया उत्तरदेशसंयोगं प्रति कारणम् इति स्वीकार्यम् इति चेत् कुलालस्य पितुः अपि परम्परया घटं प्रति कारणं भवतु, किन्तु तन्नाङ्गीकृतम्, अतः एतदपि नाङ्गीकार्यम्। अस्तु, महेशः पठितं पूर्वम् इति उक्तं, प्रश्नः पुनः अस्ति। तत्र क्रमं दृष्ट्वा क्रिया विभागं जनयति इति उपरि लिखितं, विभागः पुनः पूर्वदेशसंयोगं जनयति, पूर्वदेशसंयोग क्षम्यतां, विभागः पूर्वदेशसंयोगनाशं जनयति, पूर्वदेशसंयोगनाशः अपि च क्रिया मिलित्वा उत्तरदेशसंयोगं जनयति, अतः विभागः परम्परया मध्ये पूर्वदेशसंयोगनाशः गच्छति, परम्परया उत्तरदेशसंयोगं प्रति कारणम् इति स्वीकुर्मः चेत् यदा कुललस्य पितुः परम्परया घटं प्रति कारणं तदपि भवतु इति आगापतति, किन्तु तथा न अङ्गीकुर्मः, तथा तस्मात् एषः अपि न अङ्गीकर्तुं शक्यते यत् विभागः उत्तरदेशसंयोगं प्रति कारणम् अस्ति इति, तदपि न अङ्गीक्रियते इति सारांशः। तस्य उत्तरमपि पठतु महोदय। क्रियाविभागः संयोगनाशः संयोगोत्पत्तिः, अत्र क्रमे संयोगोत्पत्तौ क्रियाकारणम्, क्रियाविभागोत्पत्तिं विना संयोगं न जनयति, अतः क्रियया संयोगजनने विभागस्य व्यापारत्वं, यथा इन्द्रियद्वारा प्रत्यक्षजनने सन्निकर्षस्य व्यापारत्वं, व्यापारः च न अन्यथा सिद्धः कारणमेव। कुलालपितुः कथम् अत्र दृष्टान्तरूपेण ग्रहणं? कुलालपिता कारणस्य जनकः न तु कारणजन्यः, कार्यकारणयोः मध्यवर्तिनाम् अन्यथा सिद्धत्वं कुत्रापि अन्यत्र दृष्टं वा इति प्रश्नः। अत्र उत्तरमस्ति, पूर्वस्मिन् परिच्छेदे यः प्रश्नः आसीत् परम्परया कथं स्वीकुर्मः, उत्तरमस्ति क्रिया विभागः संयोगनाशः पूर्वदेशसंयोगनाशः पुनः उत्तरदेशसंयोगोत्पत्तिः इति क्रमः अस्माभिः पठितम्। अस्मिन् क्रमे संयोगोत्पत्तौ, संयोगोत्पत्ति यदस्ति तस्मिन् क्रियाकारणं, क्रिया एतत् क्रिया क्रियायाः नष्टः न अभवत्, क्रिया वर्तते एव अस्मिन् अस्य संयोगोत्पत्तिक्षणे अपि, क्रिया विभागोत्पत्तिं विना संयोगं न जनयति, क्रिया अनन्तरं विभागोत्पत्तिः, अनन्तरं संयोगनाशः, अनन्तरं संयोग जन्यं, तस्मात् क्रिया विभागोत्पत्तिं विना संयोगं न जनयति, संयोगात् पूर्वं विभागः भवति एव, अतः क्रियया संयोगजनने विभागस्य व्यापारत्वम्, अत्र नूतनपदम् आगतं, व्यापारं, व्यापारः इत्युक्ते कार्यकारणमध्ये यत् किमपि किं न स्म आगच्छति मध्ये तस्य व्यापारः इति नाम अस्ति, क्रियया संयोगजनने विभागस्य व्यापारत्वं क्रियया क्रिया संयोगजननं तस्य मध्ये विभागः आगच्छति तस्मात् विभागस्य किञ्चित् व्यापारत्वम् इति उच्यते यथा इन्द्रियद्वारा यत् प्रत्यक्षम् अथवा किमपि पश्यामः तत्र इन्द्रियसन्निकर्षं भवति चक्षुषः अपि च विषयस्य घटस्य उदाहरणे तयोः सन्निकर्षः भवति तद्व्यापारेण प्रत्यक्षजननं घटं दृश्यते अस्मिन् उदाहरणे व्यापारः अन्यथा सिद्धः नास्ति कारणमेव अस्ति यतः किन्तु कुलाल उदाहरणे कुलालपितुः कथमत्र दृष्टान्तरूपेण ग्रहणम् अत्र कुलालस्य पितुः इति उदाहरणं न सङ्गच्छति इति उत्तरम् अस्ति किमर्थम् इत्युक्ते कुलालपिता कारणस्य जनकः कारणः कुलालः इति चेत् कुलालस्य पिता कुलालं प्रति कारणस्य जनकः न तु कारणजन्यः कार्यकारणयोः मध्यवर्तिनाम् अन्यथा सिद्धत्वं कुत्रापि अन्यत्र दृष्टं वा कार्यकारणयोः मध्ये अन्यथा सिद्धत्वं किमपि कुत्रापि अस्ति वा इति किमिति अब्जेक्षन् इति किं वदामि इति प्रश्नः आपतति इत्युक्ते कार्यकारणयोः मध्ये वर्तिनां खलु इत्युक्ते कार्यम् इत्युक्ते इदानीं कारणमस्ति क्रिया कार्यमस्ति संयोगः तयोः मध्ये अस्ति विभागः इति तादृशसन्दर्भे अन्यत्र कुत्रापि दृष्टं वा यत् तथा मध्ये भवति तस्य कारणत्वम् अङ्गीकृतं नास्ति इति यतोहि तत्र कुलालस्य पिता तु तथा मध्ये नास्ति कुलालस्य पिता कुलालं जनयति तदनन्तरं परन्तु कुलालस्य पिता तत्र पितुः जन्यः तु कारणं कटं प्रति कारणम् इति नास्ति खलु इति कृत्वा सः मध्ये नास्ति व्यापारः इत्युक्ते यद् मध्ये अस्ति तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति वयं जानीमः तर्हि तथा यत् मध्ये अस्ति तदेव व्यापारः इति कृत्वा तथा यद्व्यापाररूपेण अस्ति मध्ये तस्य कारणत्वं न गच्छति इति अग्रे महोदय अत्र बोध्यं यत् व्यापारः इति क्रिया इति अर्थे व्यापारः इति क्रिया इति अर्थे नापि तु तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणं व्यापारः लोके माध्यमम् इति वदामः अत्र व्यापारः किम् इत्युक्ते व्यापारः इति क्रिया इति अर्थे स्वीकृतं अपि तु तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणं यदस्ति तस्य क्रिया इति न किमुक्तं क्षम्यतां क्रिया इति न किन्तु तज्जन्यत्वे सति तज्जन्यजनक यथा भगिनी पूर्वम् उक्तवती तज्जन्यत्वे सति इत्युक्ते कार्यकारणयोः मध्ये माध्यमम् इति किञ्चित् तस्य पात्रमस्ति कार्यमस्ति तर्हि अग्रे रामप्रिया भगिनी पठति वा आं भगिनि प्रश्नः अस्ति किन्तु एवं चेत् लक्षणे एतादृशीम् एकां सीमां कृत्वा निर्दिशन्ति स्म यत् पूर्वदेशसंयोगनाशको गुणः विभागः इति यथा आद्यपतन असमवायीकारणं गुरुत्वम् इति सीमितं तद्वत् यत्र किन्तु एवं चेत् इत्युक्ते यदा व्यापारः इति क्रिया न तत् एकः माध्यमम् एव इति अस्ति चेत् लक्षणे एतादृशीम् एकां सीमां कृत्वा निर्दिशन्ति स्म यत् पूर्वदेशसंयोगनाशको गुणो विभागः इति यथा आद्यपतन असमवायीकारणं गुरुत्वम् इति सीमितं तद्वत् अत्र आद्यपतन असमवायीकारणं गुरुत्वम् इति सीमितं तद्वत् पूर्वदेशसंयोगनाशको गुणः विभागः इति अपि सीमितं भवति किमर्थम् इति प्रश्नः किमर्थं तथा नास्ति इति प्रश्नः, इत्युक्ते संयोगनाशकः गुणः विभागः इति अस्ति, न तु पूर्वदेशसंयोगनाशकः इति खलु. परन्तु पतनस्य विषये आद्यपतनम् इति अस्ति गुरुत्वस्य लक्षणे, तर्हि तथा सीमितं किमर्थं नास्ति इति. उत्तरमस्ति, संयोगनाशको गुणो विभागः इत्यत्र विभागेन सर्वदापि संयोगः नश्यति इति तावदेव तेषां तात्पर्यम्. इत्युक्ते पूर्वसंयोगः नश्यति अथवा कः संयोगः नश्यति इति तैः न उक्तम्. न उक्तं चेदपि समस्या नास्ति, तत्र दोषः कोऽपि नास्ति. यदा वयं संयोगनाशको गुणः विभागः इति विभागस्य लक्षणमस्ति, तत्र सर्वदा एव इत्युक्ते विभागः एव संयोगनाशस्य कारणं सर्वदा, इत्युक्ते तत् पूर्वसंयोगः वा उत्तरसंयोगः इति किमपि तस्य मुख्यत्वं तात्पर्यं किमपि नास्ति. यदा तद् न उक्तं चेदपि कोऽपि समस्या वा दोषः वा नास्ति इति अस्ति. संयोगनाशको गुणो विभागः इति कथनेन कस्यापि च लक्षणस्य कथनेन तत्र लक्षणदोषः दोषो अस्ति वा इति चिन्तनीयम्. अव्याप्तिदोषो वा अतिव्याप्तिदोषो वा असम्भवदोषो वा इति चिन्तनीयम्. अतः संयोगनाशको गुणो विभागः इति उक्तं चेत् विभागे अव्याप्तिः कुत्रचित् अस्ति वा इति द्रष्टव्यम्. अस्य लक्षणस्य विभागे यदि कुत्रचित् अव्याप्तिः भवति तर्हि लक्षणं परिवर्तनीयम्, किन्तु तथा तु कुत्रापि नास्ति. सर्वेपि विभागः संयोगनाशकाः एव. अतः कुत्रापि संयोगनाशकत्वे सति गुणत्वम् इति लक्षणेन विभागे अव्याप्तिः नास्ति. अत्र संयोगनाशको गुणो विभागः इति यदा वयं वदामः तत्र तस्य लक्षणे किमपि दोषः लक्षणदोषः अस्ति वा इति प्रथमं चिन्तनीयम्. इत्युक्ते अव्याप्तिदोषः, असम्भवदोषः, अनन्तरम् अतिव्याप्तिदोषः इत्यस्य प्रसक्तिः अस्ति वा इति चिन्तनीयम्. यदा प्रथमम् अव्याप्तिदोषः इति स्वीकुर्मः चेत् विभागे संयोगनाशगुणो विभागः इति स्वीकुर्मः चेत् तत्र विभागे अव्याप्तिः कुत्रचित् अस्ति वा इति द्रष्टव्यम्. यदा अस्ति चेत् इति यदा अव्याप्तिदोषः अस्ति चेत् तत्र वयं लक्षणस्य परिवर्तनं कुर्मः. परन्तु तत्र अव्याप्तिदोषस्य प्रसङ्गः एव नास्ति. किमर्थम् इत्युक्ते सर्वदा अपि विभागः एव संयोगनाशकः एव इति. अतः संयोगनाशकत्वे सति गुणत्वम् इति किमपि न आवश्यकम् इति दलं योजनस्य किमपि न लक्षणे किमपि योजनस्य न आवश्यकं. विभागे अव्याप्तिः नास्ति इति कारणात्. सम्यक्, अग्रे भगिनि. एवमेव विभागात् अन्यत्र कुत्रापि अतिव्याप्तिः न भवति. इत्युक्ते विभागम् अतिरिच्य अन्यः कोऽपि गुणः संयोगं न नाशयति. क्रिया संयोगं नाशयति, किन्तु क्रिया तु क्रिया एव, गुणः न. कोऽपि गुणः संयोगं नाशयति चेत् सः विभागः एव. तेन कारणेन संयोगनाशकत्वे सति गुणत्वम् इति लक्षणस्य विभागात् अन्यत्र कुत्रापि अतिव्याप्तिः न भवति. इदानीम् अतिव्याप्तिः दोषस्य विषये अत्र दत्तमस्ति. यदा अतिव्याप्तिदोषः अस्ति इति परिशीलयामः चेत् तत्र विभागम् अतिरिच्य अन्य कोऽपि गुणः संयोगं न नाशयति. विभागः एव संयोगं नाशयति, अन्य कोऽपि अन्यगुणः संयोगं न नाशयति. अतः क्रिया संयोगं नाशयति, परन्तु क्रिया तु गुणः न, तत् क्रिया एव. अतः तत्रापि अतिव्याप्तिदोषः नास्ति, कोऽपि गुणः सन् संयोगं नाशयति चेत् स विभागः एव संयोगं नाशयति इति पुनः दत्तमस्ति. तेन कारणेन संयोगनाशकत्वे सति गुणत्वम् इति न आवश्यकं. तत्रापि दलयोजनं संयोगनाशकत्वे सति गुणत्वम् इति लक्षणस्य विभागात् अन्यत्र कुत्रापि अतिव्याप्तिः न भवति, अतिव्याप्तिः न भवति. अतः तत्र एतत् दलयोजनं न आवश्यकम्. न आवश्यकम् इति नास्ति खलु, दलं तु अस्ति एव. संयोगनाशको गुणः विभागः इत्येव विभागस्य लक्षणं. तर्हि एतत् द्वयमेव पर्याप्तम् इति कृत्वा, इत्युक्ते तत् सति गुणत्वम् इति न आवश्यकं किल? न, गुणत्वम् आवश्यकं खलु, यतोहि तेन केवलं संयोगनाशकः विभागः इति वदामः चेत् क्रियायाम् अतिव्याप्तिः आगच्छति इति कृत्वा संयोगनाशको गुणः इति चेत् तत्र लक्षणवाक्ये अतिव्याप्तिः अथवा अव्याप्तिः इति दोषद्वयमपि नास्ति. अस्तु, सुनील् महोदय भवान् पठति वा अग्रे. संयोगनाशको गुणो विभागः इत्यस्मिन् विभागे अव्याप्तिः यदि स्यात् अथवा विभागात् अन्यत्र कुत्रचित् अतिव्याप्तिः यदि स्यादेव लक्षणवाक्ये किमपि योजनीयम्, अन्यथा न योजनीयम्. अत्र न अव्याप्तिः न वा अतिव्याप्तिः, अतः लक्षणं परिवर्तनीयं नास्ति. अतः अत्र संयोगनाशः गुणः विभागः इति अस्माकं मूलवाक्ये विभागे अव्याप्तिः नास्ति, विभागात् अत्र अन्यत्र अतिव्याप्तिः अपि नास्ति, अतः अत्र लक्षणवाक्ये परिवर्तनं न आवश्यकमिति. अन्यथा किं भवति इत्युक्तौ, लक्षणे तस्य योजितदलस्य वैयर्थ्यं भवति. लक्षणे यत्किमपि दलं योजनीयं चेत् अव्याप्तिवारणाय व्याप्तिवारणाय एव योजनीयम्, अन्यथा न योजनीयम्. इदानीं यत्र आद्यपतन असमवायिकारणं गुरुत्वम् इत्युक्ते तत्र आद्यम् इति वक्तव्यमस्ति. किमर्थम् इत्युक्ते केवलं पतन असमवायिकारणं गुरुत्वम् इति वदामश्चेत् पतनस्य असमवायिकारणं वेगः अपि भवति. कस्य पतनस्य कारणं? द्वितीयपतनस्य. अतः पतन असमवायिकारणं केवलं गुरुत्वं न, वेगः अपि भवति. अतः वेगे अतिव्याप्तिः. तदर्थम् आद्यम् इति गुरुत्वलक्षणे योजनीयम्. तर्हि आद्यं किमर्थं योजनीयम्? अतिव्याप्तिवारणाय. अत्र इदानीम् अन्यथा किं भवति इत्युक्ते लक्षणे तस्य योजितदलस्य वैयर्थ्यं भवति. अत्र पूर्वं दृष्टवन्तः यदा आवश्यकं तदा एव लक्षणवाक्ये परिवर्तनम् आवश्यकमिति, नो चेत् न आवश्यकं. लक्षणे यत्किमपि दलं योजनीयं चेत् विपरीतत्वं तादृशं भवति. वैयर्थ्यम् इत्युक्ते व्यर्थं भवति इति. ओ, इत्युक्ते तत्र यस्य आवश्यकता नास्ति तस्य तत्र तत्र न योजनीयम् इति. इत्युक्ते तत् तत्र लक्षणवाक्ये यः दलः अत्र यद्दलम् अस्ति लक्षणवाक्ये तस्य प्रयोजकं भवतु इति, नो चेत् तस्य तत्र आवश्यकता नास्ति. लक्षणे यत्किमपि दलं योजनीयं चेत् अव्याप्तिवारणाय व्याप्तिवारणाय एव योजनीयम्, अन्यथा न योजनीयम्. तदेव पुनः आगच्छति. अत्र लक्षणे परिवर्तनम् आवश्यकं चेत् अव्याप्तिदोषः अस्ति चेत् अथवा अतिव्याप्तिदोषः अस्ति चेदेव अत्र परिवर्तनम् आवश्यकम्, अन्यथा न आवश्यकम् इति. इदानीं यत्र आद्यपदन असमवायकारणं गुरुत्वम् इत्युच्यते तत्र आद्यम् इति वक्तव्यमस्ति. अत्र इदानीम् अस्मामूलवाक्यम् अस्ति अत्र आद्यपदन असमवायकारणं गुरुत्वम् इति, अतः अत्र आद्यम् इति आवश्यमेव. किमर्थम् इत्युक्ते केवलं पतन असमवायकारणं गुरुत्वम् इति वदामः चेत् पतनस्य असमवायकारणं वेगः अपि भवति. अतः केवलं पतन असमवायकारणम् इति कारणं गुरुत्वम् इति आद्यम् इति विहाय अत्र पतनस्य असमवायकारणं वेगः अपि अस्ति इति कारणेन तत्र आद्य इति आवश्यमेव. कस्य पतनस्य कारणं? द्वितीयपतनस्य. अतः पतन असमवायकारणं केवलं गुरुत्वं न, वेगः अपि भवति. अतः वेगे अतिव्याप्तिः. अतः अत्र पतनस्य द्वितीयपतनस्य कारणम् अस्ति वेगः इति. अतः अत्र वेगे अतिव्याप्तिः भवति, केवलं गुरुत्वम् इति न. तदर्थम् आद्यमिति गुरुत्वलक्षणे योजनीयं. तर्हि आद्यम् एकक्षणं महोदय, कदा वेगे अतिव्याप्तिः भवति? वयं यदा केवलं पतन समवायिक पतन समवायिकारणं गुरुत्वम् इति वदामः, आद्य इति शब्दं विहाय तत्र केवलं अत्र वेगः अपि पतनस्य असमवायकारणम् अस्ति इति कारणेन अत्र आद्यमिति आवश्यकम्. नो चेत् तत्र किमर्थं पृष्टवती इत्युक्ते भवान् प्रत्येकं वाक्यं पठित्वा यदा वदति तत्र प्रत्येकं वाक्यं प्रायः अवगच्छति, परन्तु सम्पूर्ण सन्दर्भः अत्र कः इति अवगच्छति वा इति मम अवगमनं नास्ति. तर्हि यावत् शक्यं तावत् तत्र प्रत्येकं वाक्यं पुनः पठनीयम् इति न आवश्यकं, यतोहि तत्र किञ्चित् भ्रमः जातः चेत् पठेम, परन्तु नो चेत् न आवश्यकं, यतोहि तेन मम अपि किञ्चित् अवगमनं भवति भवतः अवगमनं कथम् अस्ति इति. अस्तु, धन्यवादः महोदय. अग्रे अतः अत्र इदानीम् अत्र तदर्थम् आद्यम् इति गुरुत्वलक्षणे योजनीयं. किमर्थम् इत्युक्ते अत्र अतिव्याप्ति वारणाय अतिव्याप्तिदोषणनिवारणाय आद्यमिति अपि अत्र आवश्यकम्. अग्रे महोदय. अत्र प्रकृतौ तु विभागः पूर्वसंयोगः नाशयति, अपरं संयोगं जनयति चेदपि संयोगनाशः नाशकः गुणः विभागः इति यदा उच्यते तदानीं कुत्रापि अव्याप्तिदोषो वा अतिव्याप्तिदोषो वा न भवति. अतः तत्र पूर्वसंयोगनाशकः गुणः इति योजनीयं नास्ति. ध्येयं यत् पूर्वसंयोगनाशकः गुणः इत्युक्तं चेत् कोऽपि तादृशदोषः नास्ति, किन्तु व्यर्थता भवति. लक्षणे पूर्वसंयोगनाशकत्वं वदामश्चेत् पूर्वपदं व्यर्थम्, अतः नैव योजनीयम्. यथोक्तं च गुरुत्वलक्षणे आद्यपदाभावे वेगो अतिव्याप्तिः, तदर्थमेव आद्यपदं योजितम्. अत्र विभागस्य वाक्यमासीत् संयोगनाशकः गुणः विभागः इति. अत्र कुत्रापि अव्याप्तिदोषः वा अतिव्याप्तिदोषः वा न भवति. अतः अत्र पूर्वसंयोगनाशकः गुणः इति न आवश्यकम् इत्युक्ते अत्र संयोगनाशकः गुणः विभागः इति एव पर्याप्तम्. पूर्व इति योजनेन अत्र व्यर्थः एव इति, अतः तत्र न आवश्यकमिति. परन्तु अत्र गुरुत्वलक्षणे आद्य इति प पदं नास्ति चेत् अत्र वेगे अतिव्याप्तिः भवति इति कारणेन अत्र आद्य पदन समवायकरणं गुरुत्वमिति आवश्यकमिति. भगिनी तत्र यदि पूर्वदेशसंयोगनाशको गुणः इति न वदामश्चेत् उत्तरदेशसंयोगे संयोगे अतिव्याप्तिः भवति किल? किमर्थम् उत्तरदेशसंयोगे अतिव्याप्तिः भवति? केवलं संयोगनाशको गुणः इति विभागः इति वदामश्चेत् यत्र कुत्रापि संयोगः भवति तत्र नाशकः भवति इति कृत्वा उत्तरदेशसंयोगनाशकः अपि विभागः भवति. सत्यं, तत् सत्यमेव खलु. यत्र यत्र संयोगनाशः भवति, संयोगः नश्यति, तत्र तत्र विभागः पूर्वं जायते एव. न न, किन्तु यदा उत्तरदेशसंयोगः भवति तस्मात् पूर्वक्षणे नास्ति खलु महोदय. तत्र केवलं यदा संयोगः नश्यति तस्य कारणं विभागः भवति इति एव अस्ति लक्षणवाक्यं. यस्मिन् समये संयोगः नश्यति तस्मिन् समये एव, इत्युक्ते संयोगः न उत्पादयति एव इति तत्र नास्ति खलु? न न न, तद् मम प्रश्नः नास्ति. इदानीम् अहं किं वदामि, पूर्वसंयोगनाशको गुणः इति न वदामश्चेत् कुत्र अतिव्याप्तिः इति पृष्टे सति उत्तरदेशसंयोगे अतिव्याप्तिः इति अहं वदामि. तथा नास्ति इति अहं वदामि, तदेव. किमर्थम् इति अहं पृच्छ. न न, तदेव अहम् उक्तवती. भवान् प्रायः न प्रायः भवतः सन्तोषः न जातः इति चिन्तयामि. इत्युक्ते यदा इदानीम् एकः संयोगः अस्ति, तस्य संयोगः यदा संयोगः अस्ति तस्य संयोगस्य नाशः भवति तदा विभागः तस्य कारणं भवति इति एव लक्षणवाक्यम्. इत्युक्ते संयोगनाशस्य अनन्तरं नूतनसंयोगः जनयति चेत् तस्य जननं भवति इति कृत्वा तथा वक्तुं न शक्नुमः इति नास्ति. यत् नूतनसंयोगः जनयति तस्यापि नाशः विभागः एव करोति इति कृत्वा. तादृशं भवती वदति चेत् इत्युक्ते एकक्षणं, तत्र आद्यपतन गुरुत्वस्य विषये तत्र तदर्थमेव उक्तं खलु. तत्र पतनस्य कारणं, पतनस्य असमवायीकारणं गुरुत्वम् इति वदामः चेत् यदा द्वितीयपतनं भवति तत्रापि गुरुत्वं कारणम् अस्ति, परन्तु निमित्तकारणं. तत्र असमवायीकारणम् अस्ति वेगः इति कृत्वा तत्र आद्यपतनम् इति आद्य इति पदस्य आवश्यकता अस्ति. परन्तु संयोगनाशकः गुणः इति यदा वदामः चेत् तत्र यदा यदा संयोगः नश्यति तदा तदा गुरुत्वं क्षम्यतां विभागः तस्य कारणं भवति इति एव तत्र लक्षणम्. अत्र भवती किं करोति, गुरुत्वस्य विषये तत्र यानि पतनक्रिया ये पतनक्रियाः सन्ति तत्सर्वं स्वीकृत्य अतिव्याप्तिः अस्ति वा न वा इति पश्यति, किन्तु संयोगविषये विभागस्य विषये तादृशं न करोति. न महोदय, तथा नास्ति. इत्युक्ते न समानमेव करोमि. प्रायः अनन्तरम् ईपत्रे अपि किञ्चित् चर्चां कर्तुं शक्नुमः. इत्युक्ते प्रथमम् एका पतनं भवति, द्वितीयपतनक्रिया, तृतीयपतनक्रिया इति अस्ति चेत् प्रथमपतनक्रियायाः असमवायिकारणं गुरुत्वमस्ति, द्वितीयतृतीययोः तु वेगः इति कृत्वा आद्यपतनम् इति तत्र आद्य इति पतस्य योजनम् आवश्यकम्. परन्तु संयोगस्य विषये प्रथमसंयोगः, द्वितीयसंयोगः, तृतीयसंयोगः इति भवति चेत् सर्वेषामपि कारणं विभागः एव, केवलं प्रथमसंयोगस्य नाशस्य एव कारणं विभागः इति नास्ति इति कृत्वा सत्यम् इति एव तत्र विषयः. तत्र तदनन्तरं संयोगः जनयति इति भिन्नवार्ता. इत्युक्ते पूर्वसंयोगः नश्यति नूतनसंयोगः जनयति इति भिन्नवार्ता. तत्रैव प्रश्नः भवति भगिनि. किमर्थम् इत्युक्ते यदा उत्तरदेशसंयोगः जायते तस्मिन् क्षणे विभागः अस्ति चेत् तस्य नाशकः भवति, तद् न जायतेव. क्षम्यतां महोदय, अहं मम भवतः प्रश्नः न अवगच्छामि. इत्युक्ते यदा पूर्वदेशसंयोगः जायते तदा विभागः नास्ति. पूर्वदेशसंयोगस्य अनन्तरं क्रिया, अनन्तरं विभागः, अनन्तरं संयोगनाशः, अनन्तरं अनन्तरं नूतनसंयोगः. यदा इदानीं नूतनसंयोग, तदनन्तरं क्रियायाः परिसमाप्तिः. यदा इदानीं नूतनसंयोगः भवति तदा विभागः नास्ति. विभागः तु क्षणमात्रमेव, तत् पूर्वमेव तस्य विभागस्य नाशः अपि जातः. विभागः चिरं न तिष्ठति इति अपि वयं दृष्टवन्तः. इति कृत्वा यः विभागः पूर्वम् आसीत् तत् पूर्वसंयोगस्य नाशः करोति. इदानीं यः नूतनसंयोगः अस्ति तस्य तु इदानीं विभागः नास्ति इति कृत्वा तस्य नाशः न भवति. यदा तस्य नाशः भवति तदा पुनः विभागः जायते एव. पुनः नूतनक्रिया, नूतनविभागः इति कृत्वा नूतनसंयोगस्य नाशः भवति. इत्युक्ते पतनस्य विषये, द्वितीयपतनस्य कृते वेगः इति भिन्नविषयः असमवायिकारणरूपेण आगतः. परन्तु इदानीं नूतनसंयोगः यः जायते तदपि नूतनविभागेन एव नश्यति, न तु भिन्नकारणेन. इति कृत्वा एव पूर्व इति पदस्य आवश्यकता नास्ति. इदानीं किञ्चित् क्षणप्रक्रियायां विषये चिन्तयामः. महोदय क्षम्यताम्, एवं कुर्मः, भवान् ई पत्रं प्रेषयतु, अहं तत्र उत्तरं दास्यामि. यतोहि नो चेत् प्रायः सर्वेषामपि तत्र किञ्चित् भ्रमः जायते इति मम समयस्य तत्र किञ्चित् रक्षणमपि कुर्मः इति कृत्वा तावदेव. परन्तु निश्चयेन ई पत्रं किन्तु अत्र एतत् सर्वम् अवगमनार्थमेव अस्माकं एतद् वर्गं स्थापितवन्तः. सत्यम्, एतत् सर्वं वयं पूर्वमपि चिन्तितवन्तः. इदानीं द्वितीयवारमेव खलु, तर्हि इति कृत्वा, इत्युक्ते तत्र प्रश्नः मास्तु इति न, अवश्यम् ई पत्रं प्रेषयतु, अहं तत्र उत्तरं ददामि. यतोहि एतत् यदहं पूर्वम् उक्तवती तदेव पुनः वदन्ती अस्मि. प्रायः भवतः सन्तोषः न जायते इति कृत्वा तत्र महोदयमपि प्रष्टुं शक्नुमः. प्रायः सः भिन्नरीत्या वदति येन भवतः अवगमनं सम्यक् भवेत्. इत्युक्ते मम प्रे ग्रेड् समाप्तम् अभवत् इति एव वदामि. तावदेव. अस्तु भगिनि. अस्तु, भवानेव अग्रे पठतु महोदय. इत्थञ्च अन्ततो गत्वा तात्पर्यमेवं यत् लक्षणे किमपि योजनीयं वा न वा इत्याशये लक्षणं स्पष्टं भवतु वा, लक्षणस्य सम्यक् अवगमनं भवतु, लक्षणं सम्यक् अवगन्तव्यं जनैः इति कारणेन दलं न योजयन्ति नैयायिकाः. लक्षणे तावदेव वक्तव्यं यावदवश्यकं. स्पष्टप्राप्त्यर्थं लक्षणे व्यर्थविशेषणानां प्रयोगे न भवति. तदानीं किमपि योज्यते तदा लक्षणे दोषः अस्ति, नो चेत् न इति. इदानीं लक्षणे कस्य योजनं भवेत्, केषां दलानां योजनं भवेत् इत्यस्मिन् विषये अत्र दत्तमस्ति. तत्र यानि लक्षणानि सन्ति तानि सर्वाणि एकस्मिन् लक्षणे योजनीयम् इति किमपि नियमः न. यद् लक्षितं तस्मिन् अव्याप्तिदोषः वा अतिव्याप्तिदोषः वा असम्भवदोषः वा नास्ति चेत् तत् तावत् पर्याप्तं भवति, तावदेव आवश्यकम्. तेन यद् लक्षितम् अस्ति तस्य सम्यक् ज्ञानं भवति इति कृत्वा तावदेव आवश्यकं लक्षणे योजनाय इति अत्र दत्तमस्ति. अग्रे महोदय प्रश्नः, विभागः उत्तरदेशसंयोगं प्रति कारणम् इति चेत् तदेव उत्तरदेशसंयोगजनकत्वं विभागस्य लक्षणं किमर्थं न स्यात्? विभागः उत्तरदेशसंयोगं प्रति कारणम् इति चेत् तदेव उत्तरसंयोगजनकत्वं विभागस्य लक्षणं किमर्थं न स्यात् पूर्वदेशनाशकत्वस्य स्थाने? इति प्रश्नः. विभागः उत्तरदेशसंयोगं प्रति कारणम् इति चेत् तदेव उत्तरदेशसंयोगजनकत्वं विभागस्य लक्षणं किमर्थं न स्यात्? इदानीं प्रश्नः करोति, संयोगनाशको गुणः इत्यस्मिन् स्थाने संयोग जनको गुणः इति किमर्थं न लक्षितम् इति पूर्वपक्षी पृच्छति इति अहं चिन्तयामि. उत्तरम्, एकस्य वस्तुनः एकमेव लक्षणम् इति नास्ति. यथा पृथिव्याः गन्धवत्वं, पाकरूपवत्वं, नानारूपवत्वं, नानारसवत्वम् इत्यादिकम् अव्याप्त्यादिदोषाः न सन्ति चेत् किमपि लक्षणं भवितुम् अर्हति. एकं लक्षणम् अपरस्य दूषकं न भवति इति मया पूर्वं यदुक्तं तदेव अत्र दत्तमस्ति. एकस्य वस्तुनः एकमेव लक्षणम् इति नास्ति. तत्र यत्किमपि लक्षणं स्वीकृत्य तस्य लक्षणं वक्तुं शक्यते. यद् लक्षणम् उक्तमस्ति तदुपरि किमपि लक्षणं नास्ति इति तु नास्ति. यथा पृथिव्याः गन्धवती पृथिवी इति लक्षितम् अस्ति, किन्तु पृथिव्याः गन्धवत्वम् अस्ति, अपि च पाकजरूपवत्वमस्ति पृथिव्यां पृथिव्यायामेव अस्ति, अन्यस्य इति नास्ति इति कृत्वा पाकजरूपवत्वं स्वीकृत्य पृथिव्याः लक्षणम् अतिव्याप्तिदोषः अव्याप्तिदोषः असम्भवदोषः विना तस्य लक्षणं कर्तुं शक्यते, किन्तु गन्धवत्वमेव स्वीकृत्य पृथिव्याः लक्षणं कृतम्. तादृशमेव नानारूपत्वमपि पृथिव्यायां पृथिव्याम् एव अस्ति, नानारसत्वमपि पृथिव्याम् एव अस्ति इति कृत्वा तत्र गन्धवत्वं वा पाकजरूपवत्वं वा नानारूपवत्वं वा नानारसत्वं वा स्वीकृत्य पृथिव्याः लक्षणं साधितुं शक्यते, किन्तु यानि लक्षणानि सन्ति तानि सर्वाणि स्वीकृत्य लक्षणं स्थातव्यम् इति नियमः न. अत्र द्रष्टव्य अंशः किम् इत्युक्ते अतिव्याप्तिदोषः अस्ति वा अव्याप्तिदोषः अस्ति वा असम्भवदोषः अस्ति वा यत् लक्षितं तस्मिन् इत्येव द्रष्टव्यं. नास्ति चेत् तत् पर्याप्तं भवति इति. एकं लक्षणम् अपरस्य दूषकं न भवति इति. यदि गन्धवत्वमेव पृथिव्याः लक्षणम् इति स्वीकुर्मश्चेत् पाकजरूपवत्वं गन्ध पृथिव्याः लक्षणं नास्ति इति इति न अवगन्तव्यं. तत्र तादृशविवक्षा नास्ति, अतः दूषकं न भवति इति. सत्यम्. अपि च यदा एतस्मिन् विषये चर्चा जाता तेषु दिनेषु, तत्र एतदपि आगतं यत् संयोगजसंयोगः अस्ति इति कृत्वा संयोगेनापि संयोगः जायते. संयोगः इत्यपि गुणः खलु. तर्हि संयोगजनकः गुणः इति वदामः चेत् तत्र संयोगे अतिव्याप्तिः भवति इति कृत्वा संयोगनाशकः गुणः विभागः इति लक्षणवाक्यं तत्र लक्षणदोष दोषान् विना भवति इति अपि उक्तवन्तः. अस्तु, तर्हि अस्माकं प्रकृत विषयं प्रति गच्छेम, तत्र गुरुत्वस्य विषये. तर्हि अत्र पृष्ठसङ्ख्या अस्ति 10-101 तत्र जले गुरुत्ववशात् आद्यपतनम् इति भागः. तर्हि विद्याशङ्करमहोदय भवान् पठति वा? कस्मिन् पुटे? 110 अस्तु अस्तु. 10-101 पुटं जले गुरुत्ववशात् आद्यपतनम् अस्तु. सर्वमिदं कन्दुकरूपपृथिव्यां यथा चिन्तितं तद्वत् एव जले अपि शक्नुमः शक्नुमः चिन्तयितुं. जलमपि उत्क्षिप्तं गुरुत्ववशात् पतति. रात्रौ अन्धकारे अरण्यादौ सञ्चाराय वस्त्रादिसंवेष्टनेन तैलसंयोगेन च दीपविशेषम् उपादद्महे। प्रज्वलिते तस्मिन् तैलाधिक्ये सति तद्बिन्दवः ज्वलन्तः एव पतन्ति। तत्र शीर्षकमस्ति जले गुरुत्ववशात् आद्यपतनं, यथा पूर्वस्मिन् पुटे कन्दुकं यथा पृथिवीं प्रति पतति यथा चिन्तितं गुरुत्ववशात् यथा पतति तावत् तदेव चिन्तनं जले अपि कर्तुं शक्नुमः, चिन्तयितुं शक्नुमः। जलमपि यथा क्षिपति कोऽपि जलम् उपरि क्षिपति गुरुत्ववशात् जलमपि पृथिवीं प्रति पतति। अपि च रात्रौ अन्धकारे वने वनादिक्षेत्रे सञ्चाराय कोऽपि हस्ते एकः किं करदीपम् इत्युक्ते एकस्मिन् दण्डं तस्य अन्ते वस्त्रं वेष्ट्य वस्त्रे किमपि तैलं संयुज्य तैले ज्वलनं जनयति चेत् तत् हस्ते स्वीकृत्य रात्रौ अरण्ये किमपि वा तत्र अग्निना प्रकाशः भवति। स च दीपविशेषं स्वीकृत्य सञ्चरामः चेत् तस्मिन् यत् प्रज्वलिते हस्ते यकार अग्निदीपः अस्ति तस्मात् तैलबिन्दवः किञ्चित् कदाचित् पतन्ति, ज्वलन्तः ते पृथिवीं प्रति पतन्ति इति अनुभवः। तैलैः सन्ति केचन पार्थिव अंशाः, जलीयाश्च भूयशः, उभयत्रापि अस्ति गुरुत्वम् इति तद्वशात् बिन्दुषु पतनक्रियोत्पत्तिः। तैलः पार्थिव अंशाः सन्ति चेत् जलीयाः अपि ते तैलमित्युक्ते जलीयमेव किञ्चित् तस्य द्रव्यत्वं तत्रापि पार्थिववशात् तस्मिन् तैले अपि गुरुत्वमस्ति। तस्मात् गुरुत्वात् उभयत्रापि गुरुत्वात् तैलबिन्दवः ज्वलन्तः बिन्दुषु क्रियोत्पत्तिः भवति, पतनक्रियोत्पत्तिः भवति, ते ज्वलन्तं पृथिवीं प्रति पतन्ति इति सामान्य अनुभवः। तथा भगिनि अन्यत् किमपि अस्ति वा? न, अग्रे महोदय, क्षम्यताम्। अस्तु, गुरुत्वरहिते तेजसि तर्हि कथं पतनं? तर्हि ज्वलत्सु पूर्वस्मिन् परिच्छेदे तैलबिन्दवः जलः एव पृथ्वीं प्रति पतन्ति, यतोहि तेषु अपि गुरुत्वम् अस्ति। गुरुत्व नास्ति चेत् तेजः इति तैलबिन्दवः ज्वलन्तः पतन्ति तत्र अग्निः पतति इति दृश्यते, किन्तु गुरुत्वरहिते तेजसि तर्हि कथं पतनम् इति प्रश्नः आगच्छति। तर्हि ज्वलत्सु तेषु पृथिवीजलयोः यथा पतनं तथा तेजसि अपि पतनं भवति, न हि तत्र गुरुत्वमस्ति। वक्ष्यते च ग्रन्थकृता गुरुत्वं पृथिवीजलवृत्ति इति ग्रन्थेन, तथा च गुरुत्व अभावे अपि तेजसि पतनम् इति कारणत्वेन अभिमतस्य गुरुत्वस्य असत्त्वे अपि कार्योत्पादात् व्यतिरेकव्यभिचारः इति चेत्। पूर्वमुक्तं यत् गुरुत्वं केवलं पृथिवीजलवृत्ति इति, तर्हि अत्र कराग्निप्रकाशदीपे यथा तैलबिन्दवः पतन्ति तर्हि ज्वलत्सु तेषु पृथिवीजलयोः यथा पतनं तथा, यतोहि बिन्दवः ज्वलन्तः सन्ति तत् तेजः अपि पतति इति दृष्टे भाति। तत्र गुरुत्वं नास्ति, किमर्थं च ग्रन्थकर्ता उक्तवान् यत् गुरुत्वं पृथिवीजलवृत्तिः एव, तर्हि गुरुत्वस्य अभावे तेजसि पतनं कथं भवति इति इष्टस्य कथितस्य गुरुत्वस्य असत्त्वे अपि कार्योत्पादात् व्यतिरेकव्यभिचारः इति चेत् इति प्रश्नः वदति। इत्युक्ते व्यतिरेकव्यभिचारः इत्युक्ते किं कारणं नास्ति तथापि कार्यं भवति इति वा? तत्र तेजसि गुरुत्वं नास्ति तथापि तेजः पतति इति दुष्टः भवति, तर्हि तत्र समाधानं किम् इति प्रश्नः आगच्छति. प्रश्नः आगच्छति चेत् अग्रे उच्यते. सत्यम् इत्युक्ते तत्र तेजसि तु गुरुत्वं नास्ति इति तत्र लक्षणवाक्ये आसीत् पृथ्वीजलवृत्ति इत्यनेन, तर्हि कथं तस्य पतनं भवति इति इदानीं प्रश्नः. तर्हि अग्रे रामप्रिया भगिनी पठति वा? आं भगिनि. सत्यं भवति पतनं पृथ्वीजलसंयुक्ते तेजसि यदा दर्शितस्थले, तत्र तु पृथ्वीजलयोः गुरुत्वं परम्परासम्बन्धेन तेजसि स्थित्वा आद्यपतनं जनयति. तादृशसंयोग संयोगरहितस्य तु तेजसः पतनं न भवति एव. तथा त्वे प्रज्वलिते करदीपे केषाञ्चित् तेजोभागानां पतनम् अनुभूयेत्. ततञ्च कुरुत्वभावात् न तेजः प्रभृति द्रव्येषु पतनम्. कदाचित् अनुभूयमानं तु वायौ सदागतिमत्वस्वभावात् तस्य क्रियाविशेष एव न तु पतनम्, तस्य गुरुत्वमात्रजन्यत्वस्वीकारात्. इत्थञ्च आद्यपतन असमवायीकारणत्वेन गुरुत्वे ज्ञाते तल्लक्षणमपि सुगमम्. अत्र भवति पतनं पृथ्वीजलसंयुक्ते तेजसि यथा दर्शितस्थले. दर्शितस्थले इत्युक्ते चित्रे यदा दर्शितम् अस्ति तत्र यदा तेजसि पतनं भवति पृथ्वीजलसंयुक्ते तेजसि पतनं भवति इति अस्ति. पृथ्वीजलसंयुक्ते तेजसि इत्युक्ते किम्? यदा पृथ्वी अंशः जली अंशः तेजसि अस्ति तदा पतनं भवति. इत्युक्ते पृथ्वीजलसंयुक्तः अस्ति तेजः इति खलु? इत्युक्ते तैलं तु तैले तु पार्थिवंशः अपि अस्ति जलीयांशः अपि अस्ति इति वयं दृष्टवन्तः. तर्हि तत्र इदानीं तेजसि तत्र पृथ्वीजलसंयुक्तः अस्ति तेजः इति कृत्वा तत्र तादृश तेजसः पतनं भवति इति. तत्र तु पृथ्वीजलयोः गुरुत्वं परम्परासम्बन्धेन तेजसि स्थित्वा आद्यपतनं जनयति. यदा अत्र यदा भवति इदानीम् उक्तवती पृथ्वीजलयोः गुरुत्वम् अस्ति तत् परम्परासम्बन्धेन तेजसि स्थित्वा आद्यपतनं इति कार्यं जनयति. परम्परासम्बन्धेन इत्युक्ते स्व आश्रयसंयुक्तत्वम्. अत्र स्व इति गुरुत्वं परम्परासम्बन्धेन तेजसि स्थित्वा आद्यपतनं जनयति. स्वम् इति गुरुत्वं, तदनन्तरं किञ्चित् इतोपि वदतु. स्वाश्रयसंयुक्तत्वम् इत्युक्ते कथम् आगच्छति? तेजसि इति कार्याधिकरणम् अधिकरणम् अस्ति. स्व आश्रयः गुरुत्वस्य आश्रयः भवति तेजः. गुरुत्वस्य युक्तत्वं न एकक्षणं गुरुत्वगुणं गुरुत्वस्य आश्रयः कः? कार्याधिकरणं तु तेजसि एव तेजसि एव भवति. ओहो क्षम्यतां, परम्परासम्बन्धः क्षम्यतां. गुरुत्वस्य आश्रयः भवति आद्यपतनं किल? इत्युक्ते गुणस्य द्रव्यं किमपि द्रव्यं यदा फलम् इति स्वीकुर्मः चेत् गुरुत्वस्य आशयः न परन्तु अत्र किम् अस्ति द्रव्यं न अत्र वाक्यं पठतु तत्र तु कस्य गुरुत्वमस्ति इदानीं पृथ्वीजलयोः गुरुत्वं गुरुत्वस्य आश्रयः कः पृथ्वीजलं पृथ्वी अथवा तस्य संयोगः किल इत्युक्ते तत्र गुरुत्वम् इदानीं तैले अस्ति खलु तैले पार्थिवंशः अपि अस्ति जलीयांशः अपि अस्ति इति कृत्वा तैले यः पार्थिवंशः अथवा जलीयांशः अस्ति सः आश्रयः भवति गुरुत्वस्य तस्य संयोगः अस्ति तेजसा इति कृत्वा इदानीं गुरुत्वं स्व आश्रयसंयुक्तत्वसम्बन्धेन तेजसी अस्ति तेजसी अस्ति इति कृत्वा तर्हि तत्र कार्याधिकरणे तेजसी तत्र इदानीम् आद्यपतनं जनयति आद्यपतनं आम् तादृशसंयोगरहित रहितस्य तु तेजसः पतनं न भवति एव तादृशसंयोगरहितस्य तादृशसंयोगरहितः इत्युक्ते पृथ्वीजलयोः तदेव रहितः वा संयोगरहितः इत्युक्ते यः यदा तेजसः पृथ्वीजलसंयोगः नास्ति इत्युक्ते इदानीं तेजः कीदृशतेजः इत्युक्ते पृथ्वीजलसंयुक्ततेजः खलु तादृशतेजः नास्ति चेत् तत्र पतनं न भवति इत्युक्ते तत्र पतनं भवति यतोहि तत्र पार्थिवांशः अथवा जलीयांशः अस्ति इति कृत्वा अन्यथा न भवति इति तदात्वे प्रज्वलिते करदीपे केषाञ्चित् तेजोभागानां पतनम् अनुभूयते प्रज्वलिते करदीपे इति द्वितीय उदाहरणम् इति चिन्तयामि टार्च् इति लोकप्रसिद्धा अत्र केषाञ्चित् तेजोभागानां पतनम् अनुभूयते अनुभूयेत् तत्र तेजोभागानां पतनं इत्युक्ते तत्र तथा नास्ति चेत् पतनं तथा इत्युक्ते तादृशसंयोगरहिततेजः इत्युक्ते संयोगरहिततेजः अपि तस्मिन् तेजसि अपि तत्र पतनं भवति इति अस्ति चेत् तत्र करदीपस्यापि करदीपे यः तेजभागः अस्ति तस्यापि पतनं भवेत् इति वदति भवेत् इति परन्तु ततञ्च गुरुत्व अभावात् न तेजः प्रभृतिद्रव्येषु पतनं परन्तु तत्र गुरुत्व अभावात् तत्र तेजप्रभृतिद्रव्येषु पतनं तद् न भवति इति पतनं न भवति पतनं न भवति कदाचित् अनुभूयमानं तु वायौ सदागतिमत्वस्वभावात् तस्य क्रियाविशेष एव न तु पतनम् अत्र अन्य उदाहरणं यदा वायोविषये स्वीकुर्मः चेत् तत्र सदागतिमत्वस्वभावात् गतिः इत्युक्ते तस्य गमनं यदा भवति तस्य स्वभावः अस्ति वायोगमनं तस्य क्रियाविशेषः एव तस्य पतनम् इति किमपि नास्ति वायोः स्वभावः पतनम् इति नास्ति परन्तु सदा गमनम् इति सर्वदा गमनमेव इति तस्य गुरुत्वमात्रजन्यत्वस्वीकारात् तस्य इति पतनस्य गुरुत्वमात्रजन्यत्वस्वीकारात् तत् पतनस्य गुरुत्वम् एव जन्यत्वं गुरुत्वस्य एव जन्यत्वं पतनस्य इति स्वीकारात् तस्य पूर्वस्मिन् वाक्ये अन्वयः भवति वा इत्युक्ते तत्र वायौ क्रियाविशेषः एव तत्र गमनस्य कारणं न तु पतनं यतोहि पतनस्य गुरुत्वमात्रजन्यम् अस्ति इति कृत्वा तत्र वायौ नास्ति इति न ना, वायौ गुरुत्वं नास्ति इति कृत्वा तत्र पतनं न भवति इत्थञ्च आद्यपतन असमवायीकारणत्वेन गुरुत्वे ज्ञाते तल्लक्षणमपि सुगमं तदेव चित्ररूपेण दत्तमस्ति यदा आद्यपतनम् इति कार्यं गुरुत्वम् इति कारणमस्ति गुरुत्वं समवायेन स्थित्वा फले स्थित्वा समवायेन आद्यपतनम् इति कार्यं जनयति इति अस्तु तर्हि सुनील् महोदय भवान् अग्रे पठति वा गुरुत्वलक्षणे अपूर्वः विचारः तत्र वायुवादिलक्षणेषु रूपरहितत्वानुपादेन कः दोषः इति दलप्रयोजनं यथा चिन्त्यते तद्वदेव समवायिकारणत्वलक्षणे असमवायिकारणत्वलक्षणे च समवायावच्छिन्नत्वतादात्म्यावच्छिन्नत्वयोः तत्र तत्र निवेशस्य प्रयोजनं सम्प्रदाये चिन्त्यते तद्वदेव च आद्यपतननिष्ठसमवायसम्बन्ध अवच्छिन्नकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणताश्रयत्वमिति निरूप्यते गुरुत्वलक्षणे अपि कार्यतायां कारणतायां च समवायसम्बन्ध अवच्छिन्नत्व निवेशप्रयोजनं चिन्त्यम् तत्र वायुवादिलक्षणेषु रूपरहितत्वानुपादेन पादानि कः दोषः इति दलप्रयोजनं यथा चिन्त्यते तद्वदेव समवायिकारणलक्षण कारणत्वलक्षणे असमवायिकारणत्वलक्षणे च असमवायावच्छिन्नत्वतादात्म्य अवच्छिन्नत्वयोः तत्र निवेशस्य प्रयोजनं सम्प्रदाये चिन्त्यते अत्र वायोः लक्षणं वयं पूर्वं दृष्टवन्तः अत्र वायोः लक्षणं किम् आसीत् न स्मरामि इदानीं रूपरहितस्पर्शवान् वायुः इति तत्र इदानीं तत्र वस्तुतः दलसार्थक्यविचारः अत्र गुरुत्वलक्षणे कति दलानि सन्ति तेषां किं प्रयोजनम् इति तर्हि अत्र वायुलक्षणे वयं दृष्टवन्तः तत्र रूपरहितस्पर्शवान् वायुः इति आसीत् वायुलक्षणं तत्र रूपरहितत्व अनुपादाने इत्युक्ते रूपरहितत्वम् इति त्यजामः चेत् तस्य त्यजनं भवति चेत् कः दोषः इति वयं तत्र चिन्तितवन्तः खलु यदा तत्र केवलं स्पर्शवान् वायुः इति वदामः चेत् तत्र अन्यत्रापि स्पर्शः अस्ति इति कृत्वा अतिव्याप्तिदोषः भवति इति तत्सर्वं वयं तदा चिन्तितवन्तः तत्र रूपरहितत्वम् इति तत्र न तस्य संयोजनं तत्र लक्षणवाक्ये नास्ति चेत् कीदृशः दोषः भवति तत्र वायोः लक्षणं वायोः लक्षणे तत्र दोषः अस्ति वा तत्र लक्षण लक्षणेषु तत्र अतिव्याप्ति अव्याप्ति असम्भवः इति दोषत्रयं न भवेत् इति वयं पूर्वं दृष्टवन्तः खलु. तर्हि रूपरहितत्वम् इति नास्ति चेत् तस्य अनुपादाने इत्युक्ते तस्य उपादानम् अत्र नास्ति चेत् तस्य संयोजनं नास्ति चेत् दोषः भवति इति वयं पूर्वं दृष्टवन्तः. तद्वदेव समवायिकारणत्वलक्षणे अपि च असमवायिकारणत्वलक्षणे अपि वयं तत्र समवायिकारण लक्षणे अपि तत्र वयं तथा दृष्टवन्तः. तत्र एकं वाक्यमासीत् तत्र सप्त अशीतितमे पुटे द्वितीयपरिच्छेदस्य अन्तिमवाक्यं पश्यति वा महोदय, पठति वा? एवं च सप्त अशीति सप्तशीतितमे पुटे अत्र एतादृशकार्यकारणभावे सिद्धे अत्रैव हा न द्वितीयपरिच्छेदस्य अन्तिमवाक्यम् एवं च समवायसम्बन्ध एवं च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणदाश्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितम् इति तत्र समवायि कारणस्य लक्षणे समवायसम्बन्धः अपि च तादात्म्यसम्बन्धः इति तस्य संयोजनमस्ति खलु. तद्वत् एव असमवायिकारणलक्षणे अपि तत्र वयं दृष्टवन्तः समवायसम्बन्धे समवायसम्बन्ध अवच्छिन्नकार्यता अनुरूपित समवायसम्बन्ध अवच्छिन्नकारणता इति यदा अस्ति तत्र असमवायिकारणम् इति अपि वयं पूर्वं दृष्टवन्तः. तर्हि तत्रापि तादृश तत्र दलयोजनम् अस्ति. तद्वदेव इदानीं गुरुत्वस्य विषये, गुरुत्वस्यापि तत्र दलत्रयं वस्तुतः अस्ति खलु. अत्र आद्यपतननिष्ठ समवायसम्बन्धावच्छिन्न कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणता आश्रयत्वम् इति गुरुत्वलक्षणम् इति वयं पूर्वमपि दृष्टवन्तः. तत्र दलत्रयं किम् इति वक्तुं शक्नोति वा? अत्र एकमस्ति आद्यपतन आद्यपतनमिति एकम् अस्ति आद्यपतनत्वम् इति सत्यं. द्वितीयमस्ति समवायिकारणमिति. हा अत्र वस्तुतः अस्माकं लक्षणवाक्यम् इदानीं किम् अस्ति, आद्यपतननिष्ठ समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति खलु. तर्हि तत्र आद्यपतननिष्ठ इत्युक्ते आद्यपतनत्वम् इति एकं दलम्, समवायसम्बन्ध अवच्छिन्न कार्यता इत्युक्ते कार्यता केन अवचिन्ना भवति इत्युक्ते समवायसम्बन्धेन इति तत्र इति द्वितीयं दलं, समवायसम्बन्ध अवचिन्न कारणता इति तृतीयं दलम् इति कार्यतायाम् अपि च कारणतायां तत्र तत्रापि समवायसम्बन्धेन अवचिन्ना भवति इति तत्र दलद्वयम् अस्ति. तर्हि आहत्य दलत्रयम् आद्यपतनं पतनत्वम् इति एकं, समवायसम्बन्ध अवच्छिन्न कार्यता इति द्वितीयं, समवायसम्बन्ध अवच्छिन्न कारणता इति तृतीयं. तर्हि तत्र दलत्रयमपि आवश्यकं वा? कस्यचित् अपि त्यजनं भवितुं अर्हति वा इति इदानीं प्रश्नः अथवा चिन्तनं तस्मिन् विषये प्रवर्तमानमस्ति इदानीम्. अवगच्छति वा? अवगच्छामि. अत्र यदा चित्रे अपि अस्ति अत्र आद्यपतनम् इति गुरुत्वमिति फले स्तः समवायसम्बन्धेन अत्र आद्यपतनमिति एकं दलं, समवायसम्बन्ध अवच्छिन्न कार्यता इति अत्र कार्यम् अस्ति इति, समवायसम्बन्ध अवच्छिन्न कारणता इति तृतीयं. सत्यम्. शुकानु महोदय अग्रे पठति वा? हा पठामि भगिनि. समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्ववत् आद्यपतनत्वरूपधर्मस्यापि तुल्ययुक्ता अवच्छेदकत्वम् आवश्यकम्. एवं च कारणतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादान अनुपादाने आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित किञ्चित् सम्बन्ध अवच्छिन्न कारणताश्रयत्वम् इति गुरुत्वं लक्षणं गुरुत्वलक्षणं स्यात्. ओ भगिनि क्षम्यतां भगिनि, मया गन्तव्यं, क्षम्यतां. मम पौत्रस्य आम् चिन्ता नास्ति. अस्तु विद्याशङ्कर, क्षम्यतां भगिनि, न चिन्ता नास्ति महोदय. ईपत्रं प्रेषयतु भगिनि. अस्तु, निश्चयेन निश्चयेन. आं भगिनि, समवायसम्बन्धावच्छेदकत्वात् यथा तत्र पूर्वस्मिन् वाक्यमासीत् आद्यपतननिष्ठ इति सर्वमासीत् लक्षणनिरूपणे, तत्र समवायसम्बन्धः कार्य तत्र आसीत् समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित इति आसीत्. तत्र समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्वात् आद्यपतनत्वरूपधर्मस्य अपि तुल्ययुक्त्या अवच्छेदकत्वम् आवश्यकम्. यथा समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्वम् आवश्यकं, तथा एव आद्यपतनत्वरूपधर्मस्य अपि समानकारणेन समानतोलनेन अवच्छेदकत्वं लक्षणवाक्ये आवश्यकम्. एवञ्च कारणतायां समवायसम्बन्ध अवच्छिन्न च अनुपादाने, यदि कारणतायां समवायसम्बन्ध अवच्छिन्नत्वं न वदामः चेत् केवलम् आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित किञ्चिदेव सम्बन्ध अवच्छिन्न कारणताश्रयत्वम् इति गुरुत्वम् इति वदामः चेत् कुत्रचित् अतिव्याप्तिः भवति. इत्युक्ते कारणतायां समवायसम्बन्ध अवच्छिन्न वदामः, केवलम् आद्यपतनं तत्र समवायसम्बन्ध सम्बन्ध अवच्छिन्न कार्यता, अपि च किमपि सम्बन्ध अवच्छिन्न कारणता आश्रयत्वं वदामः चेत् तथा सति समवायिकारणे कन्दुके अतिव्याप्तिः. कन्दुकमपि ओ कन्दुकं कन्दुकमपि तस्मिन्नपि तादृश किम् आद्यपतनावच्छिन्न समवायसम्बन्धकारण कार्यता अस्ति, तस्मिन्नपि किं सम्बन्धेन अवच्छिन्न कारणता आश्रयत्वमपि अस्ति. इत्युक्ते कन्दुकम् इति पतनस्य समवायिकारणं खलु? कन्दुकं पतति चेत् कन्दुकम् इति पतनस्य समवायिकारणम् इति कृत्वा तस्मिन् यः कार्यमस्ति तत् कार्यं तु आद्यपतनत्व अवच्छिन्न अपि च समवायसम्बन्ध अवच्छिन्न कार्यता तु कन्दुके अपि अस्ति इति कृत्वा किञ्चित् सम्बन्ध इत्युक्ते सम्बन्धस्य तत्र कारणतायां समवायसम्बन्ध अवच्छिन्न अनुपादाने इति अस्ति खलु, इत्युक्ते गुरुत्वलक्षणे आसीत् समवायसम्बन्ध अवच्छिन्न कारणता इति. तर्हि समवायसम्बन्धः इति वयं त्यजामः चेत् यत्किमपि सम्बन्धः भवतु परन्तु केनचित् सम्बन्धेन अवच्छिन्ना भवति कारणता इति एव स्वीकुर्मः चेत् कन्दुके अपि कन्दुकमपि कारणम् इति कृत्वा तस्मिन्नपि कारणता अस्ति अपि च सा कारणता केनचित् सम्बन्धेन अवच्छिन्ना भवति एव इति कृत्वा कन्दुके अपि इत्युक्ते हा कन्दुकमपि तत्र एतस्य लक्षणं तु कन्दुकस्यापि भवति इति कृत्वा तत्र अतिव्याप्तिः भवति. तत्र तादृशकार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणतायाः सत्वथा. कन्दुकमपि कारणम् अस्ति किन्तु तत्तु तादात्म्य अवच्छिन्नसम्बन्धेन कारणता तस्मिन् अस्ति, तस्मादेव कन्दुके किं पतनं आधिपतनम् आगच्छति. तत्र तादात्म्यसम्बन्धः तेन अवच्छिन्न कारणतः अस्ति. तस्मात् किञ्चित् सम्बन्धम् इति वदामः चेत् कन्दुके अतिव्याप्तिः भवति. तदर्थं तादात् समवायसम्बन्ध अवच्छिन्न इति वक्तव्यं भवति. कारणतायां समवायसम्बन्ध अवच्छिन्न क्षम्यतां महोदय वदतु. न एवमेव तत्र कन्दुकम् इति इदानीं समवायिकारणं, गुरुत्वम् इति असमवायिकारणम् इति कृत्वा तत्र कार्यता तु समाना एव, कारणतापि द्वयोः अपि अस्ति, परन्तु कारणता भिन्नभिन्नसम्बन्धेन अवच्छिन्ना भवति इति कृत्वा तत्र केन सम्बन्धेन अवच्छिन्ना भवति कारणता इति न वदामः चेत् तत्र कन्दुकम् अपि च गुरुत्वं तयोः मध्ये भेदः न वक्तुं शक्नुमः इति कृत्वा तत्र अतिव्याप्तिदोषः आगच्छति. कारणतायां समवायसम्बन्ध अवच्छिन्नत्वनिवेशे तु न अयं दोषः, यतोहि तन्निष्ठकारणता तादात्म्येन अवच्छिन्ना न तु समवायेन. कन्दुकं यत् समवायकारणमस्ति तस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवाय कार्यं जनयति समवायेन, तर्हि तत् तस्मिन् तादात्म्येन अवच्छिन्न कारणता अस्ति, न तु समवायेन अवच्छिन् समवायसम्बन्धेन अवच्छिन्न कारणता अस्ति. तदर्थम् अस्य लक्षणे आदिपतन किं गुरुत्वलक्षणे समवायसम्बन्धेन अवच्छिन्नत्वं तस्य प्रवेशं तत्र तादृशवदनम् अवश्यं, तेन वदनेन दोषः निवार्यते इति सारांशः. इत्युक्ते समवायसम्बन्धेन कारणतायाः अवच्छिन्नत्वं खलु, न तु तत्र कार्यता तु द्वयोः स्थलयोः अपि समवायसम्बन्धेन एव अवच्छिन्ना भवति, परन्तु गुरुत्वस्य विषये समवायसम्बन्धेन कारणता अपि अवच्छिन्ना भवति, कन्दुके तु तादात्म्यसम्बन्धेन अवच्छिन्ना भवति कारणता इति कृत्वा तत्र समवायसम्बन्ध अवच्छिन्ना कारणता इत्यनेन तत्र दोषः नास्ति, इत्युक्ते तस्य तु आवश्यकता अस्ति एव इति. अस्तु, तर्हि अस्माकं समयः जातः इति कृत्वा अद्य अत्र स्थगयामः. आगामि मङ्गलवासरे मेलिष्यामः. धन्यवादः. धन्यवादः.